नमस्सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अद्य अस्माकं नूतनविषयः अस्ति तिङ् प्रत्ययानां स्थितिः इति विषयः आरभ्यते। तर्हि आदौ करपत्रात् किञ्चित् पठामः, तदनन्तरं चिन्तयामः। वस्तुतः अस्मिन् करपत्रे लट्लकारे लोट्लकारे परस्मैपदी परस्मैपदप्रत्ययः परस्मैपदसिद्धतिङ्प्रत्ययः के इति वयं पश्यामः। इत्युक्ते मूलप्रत्ययतः सिद्धि तिङ्प्रत्ययसिद्धिः कथं भवति, इत्युक्ते मूलप्रत्ययानां परिवर्तनं भूत्वा सिद्धप्रत्ययः मिलति। तर्हि तादृश तत्र का व्यवस्था अस्ति, तत्र कानि सूत्राणि सन्ति, कथं तत्र परिवर्तनं भवति इति पश्यामः। अपि च एकं स्मर्तव्यं, पूर्वमपि उक्तमासीत् यत् तत्र पाणिनीयव्यवस्था कथमस्ति इति चेत्, तत्र अदन्त अङ्गानां कृते केचन प्रत्यादेशाः सन्ति, अनदन्त अङ्गानां कृते केचन प्रत्यादेशाः सन्ति। इत्युक्ते अनदन्तम् अङ्गम् अपि च अदन्तम् अङ्गम्। अत् अदन्तम् इत्युक्ते अत् अन्तम्, अत् अन्तं यस्य यस्य अङ्गस्य अत् अस्ति, यस्य अङ्गस्य अन्ते अत् अस्ति, ह्रस्वकारः अस्ति, तादृश अङ्गम् अदन्तम्। तर्हि अदन्तम् अङ्गम् अस्ति चेत् तस्य कृते काचित् व्यवस्था अस्ति। अदन्तम् अङ्गं कुत्र कुत्र भवति? तर्हि भुवादिगणे तुदादिगणः, दिवादिगणः अपि च शुरादिगणः, एतेषु चतुर्षु गणेषु अङ्गम् अदन्तं भवति। किमर्थम् अङ्गम् अदन्तम्? भुवादिगणे शप् अस्ति भवति, षकारः लोपः, पकारः लोपः, तदनन्तरम् आ एव अवशिष्यते दशकतत्वेन हलन्त्यमिति सूत्रेण। दिवादिगणे ष्यन्त् तेन कारणेन षकारः लोपः। दिवादिगणे विकरणप्रत्ययः कः? ष्यन् किल दिवादिगणे भवति, वदति वा तुदादिगणे वदति वा? तुदादिशः किल दिवादिगणे इति वदति वा भवती? दिवादिगणे ष्यन् भवति, तत्र षकारः लोपः, नकारलोपः, य अत्र अदन्तं यका इघ आ, तुदादिगणे शः शक आ एव अवशिष्यते षकारः दशकत्वेन षकारलोपः। चुरादिगणे निच् निच् प्रत्ययः भवति, तदनन्तरं शप् भवति, समानमेव अकारः अन्तं भवति, अङ्गं भवति। सत्यं। तर्हि अदन्तम् इति यदा वदामः तर्हि तत्र विकरणप्रत्ययस्य योजनानन्तरं यत्र अङ्गं भवति तत् अङ्गम् अदन्तम् अस्ति वा इति पश्यामः। तर्हि तादृशं कुत्र अस्ति? द्वादिगणे भू इति धातुः अस्ति, भूधातुतः शप् प्रत्ययं योजयामः चेत् तर्हि तत्र भू इत्यस्य गुणः भूत्वा भो एचोयवायवः इत्यनेन अयादेशः भव् भव, भव इति अङ्गं यदा पश्यामः चेत् भव इत्यस्य अन्ते ह्रस्व अकारः अस्ति, अतः भवयोगः ति भव इति अङ्गम् अदन्तम् इति वदामः। एवमेव तुद् तुद् तुदादिगणे तुद् इति धातुः अस्ति इति चिन्तयतु, तर्हि तुद् योगः श, तुदादिगणे श इति विकरणप्रत्ययः, श इत्यत्र अ इति अवशिष्यते, तुद् योगः अ, तुद तुदयोगः ति तुदति, तर्हि तुदति इत्यत्र तुद इति अङ्गं विकरणप्रत्ययं योजयित्वा अङ्गमस्ति तुद, तादृश अङ्गम् अदन्तम् अस्ति, अन्ते ह्रस्वकारः अस्ति, अत् अन्तम्, अत् इत्युक्ते ह्रस्वकारः, तत्र तपरकरणम् अस्ति, तर्हि केवलं ह्रस्वकारस्य ग्रहणम्, अदन्तम् अङ्गं तादृश अङ्गं यस्य अन्ते ह्रस्व अकारः अस्ति, तर्हि तुद इति अङ्गम् अदन्तम्, अतः तुदादिगणे ये धातवः सन्ति तेषां सर्वेषाम् अदन्तम् अङ्गानि भवन्ति। अनन्तरं दिवादिगणे, दिवादिगणे ष्यन् इति प्रत्ययः, तर्हि तत्र दृत् दृत् दृत् योगः श्यन् दृत् योगः य तर्हि नृत्य इति अङ्गं नृत्य इति अङ्गं नृत्यति नृत्य इति अङ्गम् अदन्तमङ्गमस्ति श्यन् नृत्यं योजयित्वा अङ्गम् अदन्तम् अतः नृत्यति एवमेव चुरादिगणे चुर् इति धातुः मिच् प्रत्ययं योजयित्वा अधुना चोरी इति अङ्गं चोरी इति धातुः अस्ति नूतनधातुः चोरी इति धातुतः शप्रत्ययः यदा योजयामः चेत् शप्रत्ययं योजयामः चेत् तदानीं तत्र चोरीयोगः शप् तत्र चोरी गुणः भूत्वा चोरे यचोयवायवः चोरै चोरै योगः अचोरय चोरय इति अङ्गम् अदन्तम् अङ्गमस्ति निच् प्रत्ययं योजयित्वा शप् प्रत्ययं योजयित्वा अङ्गम् अदन्तं केवलं निच् प्रत्ययं योजयामः चेत् अङ्गम् अदन्तं नास्ति सर्वत्र इकारः भवति निच् प्रत्ययस्य योजनेन सर्वत्र चोरी इकारः अस्ति निच् प्रत्ययस्य तर्हि शप् प्रत्ययस्य योजनानन्तरम् अङ्गम् अदन्तं भवति अतः एतेषु चतुर्षु गणेषु अङ्गम् अदन्तम् अवशिष्टगणेषु अङ्गम् अनदन्तम् अवशिष्टगणेषु अङ्गम् अनदन्तम् इत्युक्ते अन्ये सर्वे ये गणाः सन्ति यथा जुहोत्यादिगणे अदादिगणः रुदादिगणः क्रियादिगणः तनादिगणः इत्यादयः तत्र अनदन्त अङ्गानि एतादृशविभजनं किमर्थं कृतम् इति वयं तत्र किञ्चित् अग्रे पश्यामः किमर्थम् एतादृशविभजनं तत्र वयमेव कृतवन्तः वा नो चेत् के तत्र मातृभिः कृतं वा नो चेत् तत्र किमर्थम् एतादृशविभजनं तस्य आवश्यकता किमर्थम् इति अग्रे पश्यामः परन्तु इदानीं किम् अवगच्छन्तु इति चेत् अदन्त अङ्गानां कृते सिद्धप्रत्ययाः भिन्नाः अनदन्त अङ्गानां कृते सिद्धप्रत्ययाः भिन्नाः तर्हि एतादृशभेदः कथम् आगतं तस्य कृते सूत्राणि सन्ति वा नो चेत् एतादृशविभजनेन प्रक्रियायां सौलभ्यं वा इति कथं किमर्थम् इति वयम् अग्रे पश्यामः परन्तु प्रथमतया सिद्धप्रत्ययाः अदन्ताङ्गस्य कृते भिन्नम् अनदन्ताङ्गस्य कृते भिन्नं तर्हि एतादृशी व्यवस्था कुत्र इति चेत् सार्वधातुकप्रकरणे सार्वधातुक लकारेषु इत्युक्ते लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु लट् लकारः लोट् लकारः लङ् लकारः विधिलिङ् लकारः एतेषु चतुर्षु लकारेषु एव एतादृशविभजनम् अदन्तमङ्गम् अनदन्तमङ्गम् इति एतादृशं विभजनं कुर्मः चेत् अदन्ताङ्गानां कृते सिद्धप्रत्ययाः भिन्नाः अनदन्ताङ्गानां कृते सिद्धप्रत्ययाः भिन्नाः तर्हि तत्र किं तत्र सौलभ्यं किम् इति चेत् एकवारम् अङ्गस्य निर्माणं भवति चेत् अङ्गं किम् इति वयं जानीमः चेत् तत्र दशगणाः सन्ति प्रत्येकस्मिन् गणे अङ्गं किं विकरणप्रत्ययं योजयित्वा अङ्गं किम् इति जानीमः चेत् तर्हि तत्पश्चात् तत्र सिद्धप्रत्ययेन सह योजनमेव भवति तर्हि सिद्धप्रत्ययाः के अदन्ताङ्गानां कृते सिद्धप्रत्ययाः के इति वयं जानीमः चेत् इदानीम् अदन्ताङ्गानां सिद्धप्रत्ययाः के इति जानीमः चेत् तान् प्रत्ययान् स्वीकृत्य तर्हि तत्र भुवादिगणे तुदादिगणे दिवादिगणे चुरादिगणे सर्वत्र अङ्गं स्वीकृत्य वयं योजयामः तावदेव तत्र तत् तिङ्प्रत्ययं निमित्तीकृत्य कुत्रचित् अङ्गकार्याणि अपि भवन्ति परन्तु प्रायेण तत्र योजनमेव भवति इति सौलभ्यं तर्हि चतुर्षु गणेषु रूपाणि कथं भवन्ति इति वयं सुलभतया ज्ञातुं शक्नुमः एवमेव अनदन्त अङ्गानां कृते अपि प्रसिद्धप्रत्ययाः किञ्चित् भिन्नाः सन्ति ते के इति अग्रे पश्यामः तर्हि इदानीं किञ्चित् पीठिकारूपेण उक्तवती अग्रे गत्वा इतोपि पश्यामः तर्हि इदानीम् आरम्भं कुर्मः वंशी भगिनी आरम्भं करोति वा आं भगिनि तिङ्प्रत्ययानां सिद्धिः प्रथमे द्वितीये च पाठयोः अङ्गं कथं निर्मीयते इति अस्माभिः अवलोकितम् अधुना अङ्गं निर्मितं जय नय भव हर तर गाय शोभ कर्ष लज यत्त वद मूर्च्छ वन्द इत्यादीनि भुवादिगणीय अङ्गानि साधितानि ततः अग्रे क्रियापदस्य निर्माणार्थं किम् अवशिष्टम् अस्माभिः यत् पूर्वं पाठद्वये यत् पठितं वयं पठितं तत्र तु अङ्गस्य निर्माणं कथं भवति इति वयं दृष्टवन्तः भुवादिगणे ये धातवः सन्ति तेषां उपयोग तेषां परे यदि शप्रत्ययः योजयामः तदनन्तरं शप्रत्यययोजनानन्तरम् एव अङ्गं भवति, अतः जै इति धातु भवति. तदनन्तरं यदि शप्रत्यय योजयामः अकारः अवशिष्यते, अकारः योजनेन जय इति भवति. तावदेव समानकार्यम् एव सर्वेषु धातूनां भवति. यत् नै इति धातुः अस्ति, नय इति भवति, भू धातुः अस्ति, तत्र तु गुणभूत्वा भव इति भवति. एतादृशाः कार्याणि एव सर्वेषु धातूनां भूवादिगणे भवति. अपि च तत्र अग्रे क्रियापदस्य निर्माणं कथं करणीयम् इति वयं अग्रे पश्यामः इति अत्र अस्ति. अग्रे पठामि वा भगिनि? अग्रे पठतु. तस्मात् पूर्वम् एकम् अहं वक्तुम् इच्छामि, भवत्याः कृते नास्ति सर्वेषां. किम् अस्ति भगिनि, ध्वनि वा? ध्वनिः नास्ति. एकम् एकं किं वदामि इति चेत् सर्वनामशब्दः अस्ति. सर्वनामशब्दः सर्वदा विशेषणम् अस्ति खलु, कस्यचित् विशेषणं. सर्वेषु अङ्गानाम् इति वदति, सर्वेषु अङ्गानां, सर्वेषु अङ्गेषु अस्तु. समीचीनं. सर्वेषाम् अङ्गानां षष्टिविभक्ति नो चेत् सप्तमी विभक्ति. समीकरोमि. स्मर्तव्यं केवलं भवत्याः कृते, सर्वेषां कृते तत्र एवं वारं न न मम वदने तत् दोषाः सन्ति, अहं जानामि, परन्तु समीकर्तुं प्रयत्नं करोमि. किञ्चित् अवधानं दातव्यं, यत्र यत्र सर्वनामशब्दः अस्ति तत्र विशेषणविशेषभावः भवति, अतः तद् वक्तव्यं. भगिनी ध्वनिमन्दमस्ति, ध्वनिमन्दमस्ति वा? तर्हि अहं किं करोमि, भिन्न फोन् मध्ये माध्यमेन आगच्छामि इति क्षणमस्ति. वंशि भगिनि, हा हा हा वदतु भगिनि. अत्र जया नया धातुः नास्ति, जी नि अस्ति न धातु? जी अस्ति अङ्गं भवति खलु. धातु तु जी अस्ति. समीचीनं. नी धातु अस्ति. यदा भवा तत्र भगिनी उक्तवती भू धातु गुणः भूतु वा? समीचीनं. दट् इस् वै ऐ सेड् जया इस् जी नया इस् नि. अधुना कथमस्ति, अत्र टङ्कणदोषः अस्ति, पश्यतु. मूर्छ इति भवति, मूर्छ इति अस्ति. श्रूयते भगिनि? समीचीनमस्ति. अस्तु, इदानीम् अग्रे पठतु. किमस्ति, कुत्र अस्ति टङ्कणदोषः? मूर्छ इति भवति भगिनि. मूर्छ इति दीर्घ ओकारः अस्ति वा? मूर्छ इति भवति वा? धातुः कः? मूर्छिति एव धातु. मूर्छिति धातुः वा मूर्छिति धातुः वा? मूर्छिति एव भगिनि. धातुः एव मूर्छ् वा? ओ एवं वा, अस्तु अस्तु. धातु परन्तु तत्र तु अन्येषां तु धातु नास्ति, अङ्गमेव नास्ति खलु. मूर्छिति धातुः तत्र दीर्घ उकारान्तधातुः. मूर्छ दीर्घ उकारः, उकारान्तः नास्ति, दीर्घ उकारः. मूर्छ अग्रे पठतु. क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति, विक्रणप्रत्ययनिमित्तिकम् अङ्गकार्यं तथा धातु विक्रणप्रत्ययोः मेलनं, तिङ्प्रत्ययसिद्धिः. तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तथा अङ्गतिङ्प्रत्ययोः मेलनम्. अत्र तु प्रथमं तु विक्रणप्रत्ययस्य योजनं भवति धातुतः, तस्मात् अङ्गनिर्माणं भवति. तदनन्तरं धातुविक्रणप्रत्ययोः मेलनेन तत्र अङ्गम् इति सिद्धं भवति. तस्मात् तिङ्प्रत्ययस्य योजनं भवति, परन्तु तत्र तु सिद्धतिङ्प्रत्ययः के इति वयं पश्यामः. तत्र तु लकारः निमित्ते लकारः निमित्तेन तत्र तिङ्प्रत्ययस्य निर्माणं भवति. तिङ् प्रत्यय निमित्तीकृत्य यत् अङ्गकार्याणि भवन्ति तदपि भवति, यतोहि सार्वधातुकप्रत्ययः अस्ति. तेन कारणेन तत्र यत् अङ्गकार्याणि भवन्ति तत्र अङ्गे तत्र गुणकार्याणि भवितुम् अर्हति. तदनन्तरम् अन्ते तु अङ्गम् अपि च तिङ् प्रत्ययोः मेलनं भवति इति संक्षिप्तेन तत्र उक्तं कार्याणि के के सन्ति. अस्तु, तावदेव न भगिनि, अग्रे क्रियापदस्य निर्माणार्थं त्रीणि कार्याणि सन्ति इति पूर्वमपि अस्माभिः पठितम्. एतत् तत्र त्रीणि सोपानानि सर्वदा स्मर्तव्यानि, यतोहि एतस्य प्रयोगः सर्वत्र भवति. तत्र सार्वधातुकलकारेषु एतस्य प्रयोगः सर्वत्र भवति. विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्याणि प्रथमं, तदनन्तरं धातुविकरणप्रत्ययोः मध्ये सन्धिकार्यस्य अवसरः अस्ति चेत् तदपि भवति. तत्पश्चादेव धातुविकरणप्रत्ययोः मेलनं, तदनन्तरं द्वितीयसोपानमस्ति तिङ्प्रत्ययसिद्धिः. मूलतिङ्प्रत्ययाः सन्ति, अष्टादश तिङ्प्रत्ययाः सन्ति. तस्मात् तत्र कथं सिद्धप्रत्ययाः निर्मिताः भवन्ति इति तत्र द्वितीयसोपानं तिङ्प्रत्ययसिद्धिः इति. तृतीयसोपानं तिङ्प्रत्ययं निमित्तीकृत्य अङ्गकार्यम्. इदानीं विकरणप्रत्ययस्य योजनेन अङ्गं सिद्धम् अस्ति, तादृश अङ्गं स्वीकृत्य तिङ्प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति. तत्रापि सन्धिकार्यस्य अवसरः अस्ति चेत् तदपि भवति. तद्भूत्वा इदानीं क्रियापदं निष्पन्नं भवति. अस्तु, अग्रे विजयलक्ष्मी भगिनी अग्रे पठतु. पठामि भगिनि. गतकरपत्रे पठितवती वा? न पठितम्. अस्तु, गतकरपत्रे प्रथमं कार्यं जातं नाम धातुविकरणप्रत्ययोः मेलनेन अङ्गं निर्मितम्. द्वितीयं कार्यं किं? तिङ्प्रत्ययस्य सिद्धिः. अत्र स्मर्तव्यं यत् वस्तुतः विकरणप्रत्ययस्य आगमनार्थं तिङ्प्रत्ययः आवश्यकः एव. प्रथमं धातुः अस्ति, तदा लकारः विवक्षितः. लकारस्य स्थाने तिङ्सम्यकप्रत्ययः आगतः, तदा एव कर्तरि शप् इत्यनेन विकरणप्रत्ययः आयाति. अतः प्रष्टुं शक्यते यत् तिङ्प्रत्ययः सिद्धिः द्वितीयसोपानं कथं भवितुमर्हति. उत्तरम् एवं, प्रथमसोपानस्य कृते तिङ्प्रत्ययस्य आवश्यकता अस्ति एव. सत्यं, मनसि एवं भवेत्. परन्तु क्रियापदस्य निर्माणार्थम् अस्माकम् अंशद्वयम् अस्ति, अङ्गं तिङ्प्रत्ययः च. द्वयोः पृथक् पृथक् यन्त्रागारम् अस्ति. समयदृष्ट्या तिङ्प्रत्ययः पूर्वम् एव क्रियते, तथापि केवलं चिन्तनार्थम् अनेन क्रमेण सौकर्यम् अस्ति. प्रथमम् अङ्गं निर्मामः, तदा तिङ्प्रत्ययं साधयित्वा आनयामः. अस्माकं पृथक् यन्त्रागारे तिङ्प्रत्ययः सिद्धिः भवति. तावदेव. अत्र वयं तिङ्प्रत्ययं पूर्वं योजयित्वा अनन्तरं तिङ्प्रत्ययं निमित्तीकृत्य धातु तिङ्प्रत्ययोः मध्ये विकरणप्रत्ययः आयाति, एतदेव क्रमः. परन्तु अस्माकम् उपरि यत् लिखितमस्ति तत्र तु क्रमः एवं क्रमेण न लिखितमस्ति. तत् किमर्थम् इति अहं सम्यक् न अवगतवती, किमर्थं भिन्नक्रमेण अत्र लिखितमस्ति इति. मनसि भवेत्, परन्तु लेखनसमये एवं लिखतु इति उक्तं वा भगिनि? न, किमर्थम् एतादृशम् उक्तम् इति चेत् तत्र झटिति तत्र कुत्रचित् तत्र क्रियापदं किम् इति तत्र स्मर्तव्यं चेत् तर्हि एतादृशं कुर्मः चेत् तत्र झटिति कर्तुं शक्नुमः. अङ्गं किं, तदनन्तरं सिद्धप्रत्ययः किं योजयामः चेत् तत्र झटिति क्रियापदं किम् इति मनसि आगच्छति. शास्त्रीयक्रमेण यदि पश्यामः चेत् तदानीं धातुतः प्रथमं तत्र तिङ्प्रत्ययः अस्ति, तत्पश्चात् तिङ्प्रत्ययम् आश्रित्य विकरणप्रत्ययः आयाति, तदनन्तरं विकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि इति एवं रीत्या भवति. परन्तु अत्र केवलं सौलभ्यार्थम् एवं रीत्या उक्तं. परन्तु वयं तु कार्यं किम् अस्ति इति पूर्वमेव जानीमः इति कृत्वा एवं क्रमेण लिखितमस्ति इति वा? सत्यं, हा सत्यम् इति तत्र सौलभ्यार्थं तत्र झटिति तत्र क्रियापदं किम् इति मनसि कथं जानीमः इति चेत् एतादृशक्रमः अस्ति चेत् तत्र झटिति जानीमः, परन्तु शास्त्रीयक्रमः किञ्चित् तत्र भिन्नः अस्ति. खलु अवगतं खलु? इत्युक्ते शास्त्रीयक्रमः कथम् अस्ति इति चेत् अस्माभिः वारं वारं पूर्वमपि उक्तं, तर्हि अस्माकं विवक्षानुगुणं धातुः अस्ति, धातुतः लकारः आनीयते, लकारस्य स्थाने लस्य इति सूत्रेण तिङ् प्रत्ययः आयान्ति. इदानीं तिङ् प्रत्ययः सार्वधातुकप्रत्ययः कर्त्रार्थे सन्ति, अतः तादृशप्रत्ययम् आश्रित्य धातुतः विकरणप्रत्ययः आयाति, कर्तरि शप् इत्यनेन विकरणप्रत्ययः आयाति, यतोहि सार्वधातुकप्रत्ययः परः अस्ति. तदनन्तरं यदा शप् आगच्छति तदानीं शपं निमित्तीकृत्य अङ्गकार्याणि इति तादृशक्रमः अस्ति शास्त्रीयक्रमः. परन्तु अत्र किञ्चित् भिन्नरीत्या उक्तं, सोपानानि कानि इति चेत् प्रथममेव विकरणप्रत्ययः आयाति, धातुः विकरणप्रत्ययः, विकरणप्रत्ययम् आश्रित्य अङ्गकार्याणि, तदनन्तरम् अङ्गस्य निर्माणं, तदनन्तरं तिङ् सिद्धतिङ् प्रत्ययः इति उक्तं. तादृशक्रमः नास्ति, वास्तविकक्रमः नास्ति. तथापि किमर्थम् एतादृशम् उक्तम् इति चेत् केवलं तत्र सौलभ्यार्थं तावदेव, परन्तु शास्त्रीयक्रमः भिन्नः इति स्मर्तव्यम्. तर्हि वयं कस्मिन् गणे धातु अस्ति इति पूर्वमेव जानीमः, तदर्थम् अङ्गकार्यमपि कीदृशं भवति, अङ्गकार्यं हा कीदृशं भवति इति पूर्वमेव अस्माकम् अभिज्ञानं भवति इति पूर्वमेव अङ्गकार्यं विकरणप्रत्ययस्य अङ्गकार्यं कृत्वा अनन्तरं तिङ् योजयामः, तावदेव खलु भगिनि? सत्यं सत्यं तावदेव. बुद्धं खलु अत्र? शोभा भगिनी अवगतं वा? आं भगिनि अवगतम्. अस्तु अस्तु, तर्हि भवती अग्रे पठतु. अस्तु, तर्हि अधुना तिङ्प्रत्ययान् साधयितुम् इच्छामः. वदति, वदतः, वदन्ति इत्येषु क्रियापदेषु ति, तः, अन्ति इति तिङ्प्रत्ययाः सन्ति. तेषां तिङ्संज्ञा भवति, अतः तिङ्संज्ञकप्रत्ययाः इत्युच्यते. एते च प्रत्ययाः आरम्भे स्वमूलरूपे सन्ति. आहत्य नवप्रत्ययाः परस्मैपदी धातूनां कृते, नवप्रत्ययाः आत्मनेपदीनां पदी धातूनां कृते. अपि च तत्र परस्मैपदी आत्मनेपदी धातूनां च मूलतिङ्प्रत्ययाः दत्ताः. पठामि वा अग्रे? पठतु पठतु. अस्तु, परस्मैपदी धातूनां मूलतिङ्प्रत्ययाः सन्ति तिप् तस् झि, सिप् थस् था, मिप् वस् मस्. आत्मनेपदी धातूनां मूलतिङ्प्रत्ययाः ता, आतां, झ, थास्, आथां, ध्वम्, अपि इड्, वहि, महि इति. तत्र प्रथमपरिच्छेदे किं तिङ्प्रत्ययान् साधयितुं किं कुर्मः इति, तत्र उदाहरणं वदति, वदतः, वदन्ति इति स्वीकृत्य तेषु क्रियापदेषु ति, तः, अन्ति इति तिङ्प्रत्ययाः सन्ति. अपि च तेषां तिङ्संज्ञा भवति, अतः तिङ्संज्ञाप्रत्ययाः संज्ञकप्रत्ययः इति उच्यते. एते पुनरेकवारं पठामि भगिनि. एते च प्रत्ययाः आरम्भे स्वमूलरूपे सन्ति, आहत्य नवप्रत्ययाः परस्मैपदी धातूनामपि आत्मने नव इति. अस्तु, तत्र मूलरूपे कीदृशाणि रूपाणि सन्ति इति दत्तम्, अपि च तेषु रूपेषु ति, तः, अन्ति इति कथं भवति प्रथमसोपाने प्रथमपुरुषे इति अधुना पश्यामः इति उक्तमस्ति. येषां नाम तिङ् यतोहि तिप् इत्यस्य तीतः येषां नाम तिङ् यतोहि तिङ् इत्यस्य ती इति भवति तः आत्मनेपदी धातूनां कृते महिङ् इत्यस्य तत्र कथं वदनीयं भगिनि? हिङ्ग् वा महिङ्ग् इत्यस्य मकारः नकारः पर्यन्तं भवति. आहत्य अष्टादशमूलप्रत्ययाः सन्ति. तर्हि तिप् इत्यस्य ती तः महिङ्ग् इत्यस्य नकारः पर्यन्तम् अतः ती योगः नकारः तिङ् इति भवति. तत्र तेषु परस्मैपदी धातूनाम् अपि च आत्मनेपदी धातूनां मूल तिङ् प्रत्ययेषु तिप् इति प्रथमम् अस्ति. अपि च अन्ते आत्मनेपदी प्रत्ययेषु अन्तिमम् अस्ति महिङ् इति. अतः प्रथम प्रत्ययः तिप् इत्यस्य ति इति स्वीकृत्य अन्तिमप्रत्ययं महिङ् इत्यस्य नकारः स्वीकृत्य अत्र योजयित्वा तिङ् इति पदं भवति. अतः तत्र तिङ् प्रत्ययः इत्युक्ते ते अष्टादशप्रत्ययानां सूचयति इति अर्थः भवति तत्र. समीचीनं. इदानीं किञ्चित् पश्यामः तत्र विजयलक्ष्मीपत्नी किमपि वदन्ती अस्ति, तत् पश्यन्ती आसम्. किं भवत्याः एकाग्रता अस्ति खलु भगिनि, विजयलक्ष्मी भगिनी, अतः एव भवती पठन्ती अस्ति. सर्वदा एवमेव भवति. अस्माकं कक्षासमये एव एतेषां डिनर् समयः भवति. पात्राणि लुण्ठन्ति वा भगिनि? अस्तु, इदानीं तत्र अस्माकं तृतीय अत्र अष्टाध्यायी इति पुस्तके अष्टाध्यायीसूत्रपाठः इति पुस्तकमस्ति खलु, तत्र पेज् 71 अष्टाध्यायीसूत्रपाठः इत्यत्र पेज् 71 पश्यन्ति वा उमा भगिनी, पश्यति वा? आं भगिनि, पश्यामि. तत्र 77 इति सूत्रं किं? 77 लस्य तिप् तस्जि सिप् तस्थ निप् वस्मस् ता तान् झ था साथां ध्व इड् वहि महि ता आतां ता आतां झ थास् आथां ध्वम् इड् वहि महि. समीचीनं. तर्हि तत्र अत्र लस्य इति ल इति अधिकारः अस्ति. तत्र लस्य इति सूत्रेण लकारस्य स्थाने, लस्य इत्युक्ते लकारस्य स्थाने एते अष्टादश तिङ्प्रत्ययः आयान्ति, तिपादयः. तर्हि नवपरस्मैपदीप्रत्ययः आत्मनेपदप्रत्ययः नव आत्मनेपदप्रत्ययः. तर्हि परस्मैपदसंज्ञकप्रत्ययः के इति चेत् तिप् तस् झि सिप् तस्थ मिप् पस्मस्. आत्मनेपदप्रत्ययः त आतां झ तास् आतां ध्वम् ईड्वहि महि इति अस्ति. अतः एव तत्र परस्मैपदप्रत्ययः तिप् इति आरभ्य आत्मनेपदसंज्ञकप्रत्ययस्य अन्तिमप्रत्ययः महिङ् इति पर्यन्तं तत्र अन्ते यः इत्संज्ञकवर्णः अस्ति महिङ् इत्यत्र मकारः, तर्हि तत्सर्वं योजयित्वा तिङ् प्रत्ययः इति वदामः. तिङ् प्रत्ययः इति यदा वदामः तदानीम् अष्टादशप्रत्ययः तेषां सर्वेषां ग्रहणमस्ति. इदानीं केवलम् आत्मनेपदसंज्ञकप्रत्ययः कथं जानीमः इति चेत् त इति आरभ्य महिङ् इति पर्यन्तं मकारः, अतः तङ् प्रत्ययः आत्मनिपदसंज्ञकाः, तङ् इति आत्मनिपदसंज्ञकाः, केवलं नवप्रत्ययाः, तिङ् इति अष्टादशप्रत्ययाः. इदानीम् उमा भगिनी वदतु, अत्र तिप्तस्झि इत्यत्र प्रत्येकं प्रत्ययं स्वीकृत्य तस्य स्वभावः कथमस्ति इति वदतु. प्रथमम् अर्धधातुकप्रत्ययः वा सार्धधातुकप्रत्ययः, अनन्तरं पित्वा पित्वा इति वक्तव्यम्. ओके ओके, प्रथमे सार्धधातुकप्रत्ययः लट् लङ् लोट् विदिले. इदानीं लकारे न न न एकक्षणम्, इदानीं मूलप्रत्ययः अस्ति खलु, मूलप्रत्ययः तिप् इति प्रत्ययः कीदृशः? पित् अस्ति, पित् अस्ति. सर्वे तिङ् प्रत्ययः सार्वधातुकप्रत्ययः इति जानीमः खलु. एते सर्वे प्रत्ययाः तिङ् प्रत्ययः सार्वधातुकप्रत्ययः, यतोहि तिङ्क्षित् सार्वधातुकम् इत्यनेन एते सर्वे सार्वधातुकाः. तिप् इति प्रत्ययः पित् अस्ति खलु? आं भगिनि. तस् इति प्रत्ययः अपित् अस्ति, अपित् अस्ति इति कृत्वा अपि तस्य ङित्वा गुणः न सम्भवति. तस् इति प्रत्ययः अपित् अस्ति, यतोहि पकारः इत् नास्ति, अपित् अस्ति, अतः निद्वद् भवति, गुणनिषेधः अस्ति. समीचीनं. झि इति प्रत्ययः, झि प्रत्ययः झोण्टः इति सूत्रेण झि परिवर्तनं करोति. न न न, तत्सर्वं न आवश्यकं. झि इति प्रत्ययः कीदृशः इति वदतु. ओके, झि झि अपि अपित् अस्ति, ङित्वत् अपित् अस्ति, सत्यं. तत्र झि प्रत्यये परे गुणनिषेधः खलु. आम्. सिप् इति, सिप् इति पित् अस्ति, तस्मात् गुणः सम्भवति. अग्रे अग्रे अपि वदतु. तस् अपि थ अपि अपि द्वयोः ङित्वत् तस्मात् एते स्थानिनां गुणः न सम्भवतः. तन् मित् पित् अस्ति, तस्मात् गुणः सम्भवति. वस् मस् अपि अपि तस्मात् गुणः न भवति द्वयोः स्थाने. सम्यक्. तर्हि आहत्य अत्र के प्रत्ययाः पित् प्रत्ययः? तिप् सिप् मित् इति स्मर्तव्यं. परस्मैपद प्रत्ययाः ये सन्ति तेषु त्रिषु पुरुषेषु एकवचनमेव पित् अस्ति. अन्ये सर्वे प्रत्ययाः अवशिष्टाः सर्वे अपितः सन्ति, अतः तान् स्वीकृत्य गुणः न सम्भवति इति स्मर्तव्यं. केवलं तिप् सिप् मिप् इत्येव पित् प्रत्ययः. अस्तु, समीचीनम्. इदानीं तत्र कः तत्र गोमती भगिनी इदानीम् आगच्छतु. वदामि. आत्मनेपदसंज्ञकप्रत्ययाः ये सन्ति खलु, तत्र कुत्र पित्वं कुत्र अपित्वम् इति वदतु. सर्वे सार्वधातुकप्रत्ययः अस्ति, तिङ्क्षित् सार्वधातुकमिति सूत्रेण. तत्र पकापित् नास्ति कुत्रापि, अतः गुणकार्यं न भवति. पश्यन्तु, इदानीं तत्र आत्मनेपदप्रत्ययाः ये सन्ति तत्र कुत्रापि पित्वं नास्ति, सर्वे प्रत्ययाः अपितः एव सन्ति, अतः कुत्रापि गुणः न स्यात् खलु. खलु कुत्र पित्वं कुत्र अपित्वम्. एवमेव अस्माभिः तत्र विकरणप्रत्ययस्य विषये अपि अस्माभिः पूर्वं चर्चितं, कुत्र पित्वम् अस्ति कुत्र अपित्वम् अस्ति इति वयं जानीमः खलु. कुत्र पित्वम् अस्ति? शप् भादिगणीये विकरणप्रत्यये पित् अस्ति, अतः तत्र गुणकार्यं भवति. अदादि जुहोत्यादि नास्ति, अनन्तरं दिवादिगणे नास्ति शन्, अनन्तरं स्वादिगणीय नास्ति स्नु, अनन्तरं तुदादिश तत्रापि नास्ति, अनन्तरं रुधादिगणे तदा तत्रापि श्नन् तत्रापि नास्ति, अनन्तरं स्तुदादि तनादि उ इति अर्धतात्विकप्रत्ययः अस्ति, तदपि पित् नास्ति. अनन्तरं पित् नास्ति परन्तु तथापि गुणः भवति तत्र, खलु? गुणः भवति, आम्, आर्धधातुक अस्ति अतः गुणः भवति. नास्ति इति न वक्तव्यम्, आर्धधातुकप्रत्ययः अस्ति इति कृत्वा पित् नास्ति इति न वक्तव्यं, पित्वस्य महत्त्वं नास्ति तत्र, खलु? क्रियादिगणेशना प्रत्ययः अस्ति, तदपि पित् नास्ति, गुणकार्यं न भवति. अनन्तरं चुरादिगणे शप् भवति, तत्र गुणकार्यं भवति, पित् अस्ति अतः गुणकार्यं भवति. इत्युक्ते आहत्य कुत्र कुत्र गुणः भवति? भ्वादिगणे, चुरादिगणे, अनन्तरं तनादिगणे. द्वादिगणे, चुरादिगणे, अपि च तनादिगणे, अत्र एव तत्र त्रिषु गणेषु गुणकार्यं भवति, अन्यत्र सर्वत्र विकरणप्रत्ययमाश्रित्य गुणकार्यं नास्ति. अस्तु, इदानीं तत्र किम् अहं पृच्छामि इति चेत्, केवलं तत्र लट् लकारस्य, धन्यवादः भगिनि, इदानीं किञ्चित् चिन्तनं कुर्मः. इदानीं केवलं लट् लकारस्य परस्मै, लट् लकारस्य पट् इति धातुः अस्ति. पट् इति धातोः रूपाणि कानि इति तत्र कः वदति? सूर्यकुमारी भगिनी वदतु, पट् धातोः रूपाणि कानि लट् लकारस्य? पट् धातु पठति, पठतः, पठन्ति, पठसि, पठतः, पठथ, पठामि, पठावः, पठामः. समीचीनं. तर्हि तत्र प्रत्यङ्प्रत्याः के? तिङ्प्रत्ययः तित् मूलप्रत्ययं भगिनि. न न, पठति, पठतः, पठन्ति इत्यत्र तिङ्प्रत्ययः के तत्र, के प्रत्ययः तत्र भवती उक्तवती, कान् प्रत्ययान् उक्तवती? प्रथमं तिप् अस्ति चेत् गुण भवति, सः गुण नास्ति. न न न, तद् नास्ति. मम प्रश्नः कः इति चेत्, पठति इत्यत्र प्रत्ययः कः? ति इति प्रत्ययः. पठतु इत्यत्र प्रत्ययः कः? तः प्रत्ययः. तः इति प्रत्ययः. पठन्ति इत्यत्र? अन्त् अन्त् प्रत्ययः. अन्ति अन्ति अन्ति खलु, अन्ति. सः अन्ति. अनन्तरम्? अन्ति. अनन्तरं मध्यमपुरुषे? मध्यमपुरुषे पठसि इत्यत्र प्रत्ययः कः? सि सि इति प्रत्ययः. सि इति प्रत्ययः. सि इति प्रत्ययः. पठतः इत्यत्र? पठतः तः इति प्रत्ययः. तः प्रत्ययः. अनन्तरम्? अनन्तरं थ एव. पठत इत्यत्र थ इत्येव प्रत्ययः. अनन्तरं पठामि? मी वहामः इति तत्र इदानीं वयं जानीमः रूपाणि कानि इति. वयं जानीमः पठति, पठतः, पठन्ति इत्यत्र रूपाणि कानि इति वयं जानीमः. तत्र सिद्धप्रत्ययः के इति वयम् अवगन्तुं शक्नुमः. किमर्थम् इति चेत् तदेव तत्र रूपे दृश्यते. अतः ति, तः, अन्ति, सि, थः, त, मी, वः, मः इति प्रत्ययः, सिद्धप्रत्ययः. ते एव सिद्धप्रत्ययः. इदानीं किञ्चित् चिन्तनं कुर्मः. सिद्धप्रत्ययः के इति वयं जानीमः, मूलप्रत्ययः के इति अपि वयं जानीमः. तर्हि सिद्ध मूलप्रत्ययतः सिद्धप्रत्यये परिवर्तनं किमपि अस्ति वा इति पश्यामः. इदानीं पूर्णेन्दुमहोदय, भवान् वदतु, तिप् इति प्रत्ययः, अपि च तत्र सिद्धप्रत्ययः ति, अत्र भेदः अस्ति वा? अतः भेदः नास्ति, खलु? मूलप्रत्ययः एव सिद्धप्रत्ययः, खलु? द्विवचने द्विवचने तस् सिद्धप्रत्ययः पठतः सः इति श्रूयते. तत्र मूलप्रत्ययः अस्ति तस् तस्मिन् अन्ते यः सकारः अस्ति तस्य तु न विभक्तौ तु स्मः इति सूत्रेण तस्य इत्संज्ञा बाधितमस्ति. तत् स्थाने अत्र विसर्गः श्रूयते. सिद्धप्रत्यये तु विसर्गः श्रूयते, तत्र परिवर्तनं दृश्यते एव. परिवर्तनं नास्ति तस्ति इत्यत्रापि, तत्रापि सन्धिं कुर्मः चेत् ससजुषोरुः सर्वसमयः विसर्जनीयः इति कुर्मः चेत् तत्रापि तः इत्येव अस्ति खलु, तस्थिति तः इत्येव. अतः रूपस्य परिवर्तनं नास्ति. मूलप्रत्ययः तस् अस्ति, सिद्धप्रत्ययः तः इति अस्ति, तत्र भेदः नास्ति. तत्र प्रत्ययस्य स्थाने किमपि आदेशः, तत्र कोऽपि आदेशः नास्ति खलु. परन्तु कार्यद्वयं भवति, कार्यानन्तरं तः इति रूपं भवति, परन्तु विकारः नास्ति इति कारणेन तत्र परिवर्तनं नास्ति इति वक्तुं शक्नुमः. प्रत्ययस्य मूलप्रत्ययस्य परिवर्तनं नास्ति. मूलप्रत्ययः तस् इति एव प्रत्ययः, तत्र सन्धिकार्यं भूत्वा कः इति प्रत्ययः, अतः तस्य आदेशः नास्ति खलु. इदानीं झि इति प्रत्ययः, मूलप्रत्ययः प्रसिद्धप्रत्ययः तु पठन्ति अन्ति इति श्रूयते, अतः झि स्थाने तत्र परिवर्तनं श्रूयते. वयं जानीमः स्वन्तः इति सूत्रेण झकारस्थाने अन्त आदेशः भवति. वयं न जानीमः, वयं न जानीमः, वयं न पठितवन्तः, वयं न जानीमः. तत्र एकं सूत्रमस्ति झोन्तः इत्यनेन तत्र अन्तादेशः भवति इति वयम् अग्रे पठामः खलु. झोन्तः इति न पठितं खलु, अस्तु यत्किमपि भवतु. तत्र झि इति मूलप्रत्ययः, तस्य परिवर्तनं भवति प्रत्यय आदेशेन. अतः झि इति एकः प्रत्ययः यत्र परिवर्तनम् अस्ति खलु. झि इति तः अन्ति इति साधनीयं, झि इति प्रत्ययतः अन्ति इति साधनीयं. तर्हि वयं स्पष्टतया ज्ञातुं शक्नुमः तत्र एकं सूत्रम् आवश्यकमस्ति येन जकारस्य स्थाने अन्त् इति आदेशः स्यात्, तदा तदानीमेव अन्ति इति रूपं वयं प्राप्तुं शक्नुमः. अतः तत्र एकं सूत्रमस्ति इति वयं ज्ञातुं शक्नुमः खलु. अस्तु इदानीं सिप् इत्यत्र किम् अस्ति, परिवर्तनं नास्ति, तत्र परिवर्तनं नास्ति. ध्वनिः श्रूयते, गृहे एव अस्ति. अस्तु इत्यस्य अपि परिवर्तनं नास्ति, यतोहि सिद्धरूपं सः इति थस् इत्यतः थः इत्यस्य अपि परिवर्तनं नास्ति. अग्रे अपि निप् तत्रापि परिवर्तनं नास्ति, बस् बः तत्रापि परिवर्तनं नास्ति, मात् मः अत्रापि परिवर्तनं नास्ति, केवलं इत्यस्य. समीचीनं, समीचीनम्. अस्तु धन्यवादः महोदय, कृपया म्यूट् करोतु. तर्हि इदानीं पश्यामः चेत् तत्र सिद्धप्रत्ययः के इति वयं जानीमः, यतोहि रूपाणि जानीमः. पठति पठतः, पठन्ति पठसि पठतः, पठत पठामि पठावः पठामः इति रूपाणि जानीमः. तत्र अन्ते यः प्रत्ययः अस्ति सः एव सिद्धप्रत्ययः. तर्हि सिद्धप्रत्ययः अपि च मूलप्रत्ययः अनयोः कः भेदः इति वयं तुलनां कुर्मः चेत् वयं ज्ञातुं शक्नुमः कुत्र कुत्र परिवर्तनम् अभवत् इति. तर्हि पश्यामः चेत् अत्र केवलं झि इति प्रत्ययस्य स्थाने एव परिवर्तनं जातम्. अतः अत्र एकमेव सूत्रम् आवश्यकं. तत् सूत्रं किम् इति चेत् तदेव प्रत्यय आदेशः इति वदामः. मूलप्रत्ययस्य स्थाने यदा आदेशः भवति तदानीं तस्य परिवर्तनं भूत्वा सिद्धप्रत्ययः तत्र भवति. यथा झि इत्यस्य स्थाने अन्त् इति आदेशः भवति चेत् अन्ति इति सिद्धप्रत्ययः भवति. तर्हि अन्त् इति आदेशार्थम् एकं सूत्रमस्ति झोन्तः इति एकं सूत्रम्. अन्यत्र सर्वत्र किमपि कार्यं नास्ति, केवलं यत्र सकारः अस्ति तस् थस् वस् मस् सर्वत्र सकारस्य विसर्गादेशः भवति. तत्र सूत्रद्वयेन विसर्गादेशः भवति, तत्तु सर्वत्र भवति. यथा रामयोगः सु प्रथमविभक्तौ एकवचने रामयोगः सु इत्यत्र रामः इति यथा विसर्गः भवति सकारस्य, एवमेव अत्रापि सकारस्य विसर्गः. अतः तत्र प्रत्यादेशः नास्ति, केवलं सन्धिकार्यमस्ति, तत्र भेदः नास्ति. अतः लट् लकारे एकमेव सूत्रम् आवश्यकमस्ति. इदानीं तत्र लोट् लकारं वयं पश्यामः. तर्हि इदानीं लोट् लकारस्य रूपाणि कानि इति तत्र स्वमेला भगिनी वदति वा लोट्लकारस्य रूपाणि? आं भगिनि, पट् पठतु, अत्र अन्यरूप अपि अस्ति, पठता पठतां, पठन्तु, पठ पठतात् मध्यमपुरुषे द्वे रूपं रूपे अस्ति, पठ पठतं पठत, पठानि पठाव पठाम. समीचीनं. तर्हि पठतु पठतु पठतात् इदानीं पठतु पठतात् पठतां पठन्तु पठ पठतात् पठतं पठत पठानि पठाव पठाम इति रूपाणि. इदानीं प्रथमवृषे एकवचने पठतु इत्यत्र सिद्धप्रत्ययः कः? तु. तु इति प्रत्ययः. मूलप्रत्ययः कः? न जानामि भगिनि. अस्ति खलु मूलप्रत्ययः तिप् झि सिप्. ओके ओके. हा तिप् तिप् एव. इत्संज्ञकवर्णस्य लोपानन्तरं किम् अस्ति? ति अस्ति. किन्तु ति इति मूलप्रत्ययः अस्ति. सिद्धप्रत्ययः किम् अस्ति? तु अस्ति. तत् तर्हि तत्र किमपि आवश्यकं खलु, परिवर्तनम् आवश्यकं खलु? आमां. सिद्धप्रत्ययं प्राप्तुं तत्र ति इतितः तु इति भवेत्. तर्हि तत्र सूत्रम् आवश्यकं, येन इकारस्य इकारस्य स्थाने कथञ्चित् उकारः भवेत् खलु. तदनन्तरं पठतात् इत्यत्र किमस्ति? तत्र तात् अस्ति, अत्र तस् अस्ति, तत्रापि न अन्यरूपं द्वितीयरूपं, तत्रापि परिवर्तनम् आवश्यकं, यतोहि मूलप्रत्यये तु ति अस्ति, अत्र तात् अस्ति. मूलप्रत्ययः ति अस्ति, तत् तस्य स्थाने तात् इति आदेशः, अतः अत्र अन्यत् सूत्रमपि आवश्यकं, सूत्रद्वयम् आवश्यकम्. इदानीं तस् तत्र पठताम् अस्ति, तत्र ताम् अत्र तस् तत्रापि किमपि परिवर्तनम् आवश्यकम्. तः इति अस्ति मूले, तत्र तः इत्यतः ताम् इति आवश्यकं, ततः परिवर्तनम् आवश्यकम् अस्ति, अतः तत्र तत्रापि एकं सूत्रम् आवश्यकम् अस्ति. अनन्तरं झि झि तत्रापि पठन्तु अस्ति, तर्हि अन्तु इति अन्त झोन्त तदेव कार्यं करोति इति मन्ये, अहं न जानामि भगिनि, किन्तु तत् अपि च अपि च इतोपि एक पठतु अस्ति खलु, अन्तु अन्त् पठन्तु तावदेव, झोन्त एव कार्यं करोति तत्र. एकं पर्याप्तमस्ति वा? पठन्तु तत्र झि अस्ति. ओ झि, हा हा आमां भगिनि, तदपि आवश्यकम्, ईकारस्य उकार भवेत् खलु, इति सूत्रद्वयम् आवश्यकं खलु तत्र. सूत्रद्वयम् आवश्यकं तत्र. अस्तु, तर्हि तिप् इत्यत्र सूत्रद्वयं, तस् इत्यत्र एकं कार्यं, झि इत्यत्र सूत्रद्वयमस्ति द्वयम्. सिप् इत्यत्र तत्रापि सिप् अत्र तत्रापि पठ पठतात् तत्रापि कार्यं द्वयम् आवश्यकं. प्रथम पट इत्यत्र किम् अस्ति? तत्र केवलं पट इति अस्ति खलु, तत्र केवलं विसर्ग अस्ति इति, विसर्ग नास्ति, केवलम् अकार अस्ति. तत् मूलप्रत्ययः तु सिप् अस्ति, तत्रापि किमपि कार्यं आवश्यकं, यतोहि तत्र सि अस्ति, तस्य लोपकार्यम् अथवा किमपि. सत्यं सत्यं, मूलप्रत्ययः सि इति अस्ति, परन्तु सिद्धप्रत्ययः किमपि नास्ति, शून्यम् अस्ति, पट इत्यत्र शून्यम् अस्ति, अतः तत्र लोपकार्यम् आवश्यकं, तत्र सि इति प्रत्ययः अपगच्छेत् खलु. अपगच्छेत्. अपि च तत्रापि तात् अस्ति इति कृत्वा अन्येक सूत्रम् आवश्यकम्. अनन्तरं तस् अस्ति, तत्र पठतम् अस्ति, तत्रापि कार्यम् आवश्यकं, यतोहि मूलप्रत्ययः अस्ति, तत् तस् अस्ति सकारस्य ओ नो लोप तत्र तस् अस्ति तत्र पठत इति अस्ति तं न पठत इति नास्ति तत्र पठतं पठतम् अस्ति किन्तु तत्रापि कार्यम् आवश्यकं यतोहि सत्यं तस् इति तत्र तस् इति अस्ति पठतः इति नास्ति परन्तु पठताम् इति पठतं पठताम् अल्पपा अतः तत्र कार्यम् आवश्यकम् एवमेव त इत्यत्र हा तद् तत्र पठत अस्ति अल्पप्राणत अस्ति अत्र मा प्राणत अस्ति तर्हि तत्रापि आवश्यकं भगिनि आवश्यकं मिप् इत्यत्र मिप् अत्र पठामि इति अस्ति तर्हि तत्रापि किमपि परिवर्तनं कर्तव्यम् एव पठामि इति नास्ति परन्तु पठामि अस्ति नी स्थाने नी इति आदेशः आदेशः किम् अस्ति तत्र तत्र वस् सहकार अहं च पटा व अस्ति तत्र यदि सहकारस्य वस इत्यस्य विसर्गः भवति तस्य लोपः भवितव्यं यतोहि तत्र विसर्गः नास्ति मस् तत्रापि पठाम तत्र विसर्गः नास्ति अत्र सहकारस्य तदपि समीचीनं धन्यवादः तर्हि अत्र नी इत्यत्र नी इति आदेशः वस् मस् इत्यत्र पटाव इति रूपं पटाम इति रूपं तत्र विसर्गः नास्ति अतः सकारस्य लोपः स्यात् उभयत्र सकारस्य लोपः स्यात् इति एवं रीत्या वयम् अवगन्तुं शक्नुमः पाणिनिना किं कृतवान् पाणिनिः किं कृतवान् तत्र कथं चिन्तितवान् तत्र लोके रूपाणि कथं सन्ति इदानीं मूलप्रत्ययः एते एव तर्हि कथं साधनीयम् इत्युक्ते मध्ये प्रत्यय आदेशाः भवन्ति कुत्र कुत्र आदेशाः भवन्ति इति वयम् इदानीं स्पष्टतया ज्ञातुं शक्नुमः कुत्र सूत्रस्य आवश्यकता अस्ति कुत्र नास्ति इति वयं रिवर्स् इञ्जिनियरिङ्ग् कुर्मः चेत् वयं स्पष्टतया जानीमः तर्हि परस्मैपदप्रत्ययाः यत्र सिद्धप्रत्ययाः सन्ति तत्र केवलं झि इत्यस्य स्थाने एव आदेशस्य आवश्यकता अस्ति अन्यत्र सर्वत्र समानरूपाणि भेदः नास्ति परन्तु लोट्लकारे अत्र सर्वत्र परिवर्तनं भवति प्रत्येकस्मिन् प्रत्यये परिवर्तनं किमपि परिवर्तनम् अस्ति तत्सर्वम् इदानीं वयं पठामः अवगतं खलु प्रश्नः अस्ति वा आं भगिनि अस्तु समीचीनं तर्हि इदानीं तर्हि इदानीम् अग्रे विनयमहोदय पठति वा अस्तु अरविन्द महोदय पठतु येषां नाम तिङ् हेतौ हि तिप् इत्यस्य तिः तः आत्मनेपदी धातूनां कृते महिम् इत्यस्य पर्यन्तं भवति आहत्य अष्टादशमूलप्रत्ययाः सन्ति तर्हि तिप् इत्यस्य ति तः महिम् इत्यस्य ङे ङ पर्यन्तम् अतः ति योगः ङ तिङ् इति तिङ् कथं तिङ् इति प्रत्याहारः भवति इति उक्तमस्ति तदनन्तरम् एभ्यः मूलप्रत्ययेभ्यः दशानां लकाराणां प्रत्ययाः साध्यन्ते एकैकलकारस्य अष्टादशसिद्धप्रत्ययाः सन्ति नवप्रत्ययाः परस्मदीपतिधातूनां कृते नवप्रत्ययाः आत्मनेपदीधातूनां कृते एकैकस्य लकारस्य प्रत्ययाः भिन्नाः परन्तु येषां सर्वेषां प्रत्ययानां मूलं तु एते उपरि लिखिता अष्टादश मूलाः अस्मिन् परिच्छेदे स्थितमस्ति मूलतिङ्प्रत्ययानां यदा तिप्तश्चि इति तिप्तश्चि क्षिप्तस्थस् मिप्वस्मस् ता अथां च थास् अथां द्वम् इत्बहिं महिम् एव एते मूलप्रत्ययान् तिङ्प्रत्ययाः आधारीकृत्य दशलकाराणां प्रत्ययाः प्रत्येकं परस्मैपदीधातूनाम् एवम् आत्मनेपदीधातूनां प्रत्येकं सूत्रम् आधारीकृत्य सिद्धतिङ् प्रत्ययाः क्रियन्ते इति अष्टादश नवरूपाणि सिद्ध्यन्ते इति दत्तमस्ति अत्र समीचीनम् अग्रे अग्रे अवधेयं यत् अङ्गं द्विविध अदन्तम् अनदन्तं च तदारेण तदाधारेण सिद्धप्रत्ययः अपि द्विविधा अदन्ताम् अङ्गानां कृते सिद्धतिङ्प्रत्ययाः भवन्ति तेभ्यः अनदन्ताङ्गानां कृते च सिद्धतिङ्प्रत्ययाः किञ्चित् भिन्नाः द्वयोः मध्ये बहुत्र साम्यम् अस्ति कुत्रचित् एव भेदः अधुना अस्माकम् अवधानम् अदन्ताङ्गानां सिद्धतिङ्प्रत्ययेषु अस्ति यदा पूर्वं चर्चितवन्तः विकरणप्रत्ययं योजयित्वा अङ्गं यत्र भवति तत्र वर्गद्वयं विभजनं कर्तुं शक्यते अदन्तमङ्गम् एवम् अनदन्तमङ्गम् इति वर्गद्वयं सिद्धं भवति किन्तु तत्र अदन्त अङ्गानां कृते सिद्धतिङ्प्रत्ययाः एवम् अनदन्त अङ्गानां कृते तिङ्सिद्धप्रत्ययाः कुत्रचित् व्यत्यस्तरूपं दृश्यते इति कृत्वा रूपद्वयं अदन्त अङ्गानां कृते सिद्धतिङ्प्रत्ययः पृथक् अस्ति अनदन्त अङ्गानां कृते सिद्धतिङ्प्रत्ययाः भिन्नाः सन्ति तत्र अधुना अस्माकम् अदन्त अङ्गानां सिद्धतिङ्प्रत्ययेषु अस्ति इति उक्तमस्ति अत्र एतादृश एतावता यादृशी कार्यशैली वर्णिता सा अत्यन्तं शक्तिशालिनी अङ्गं साधयतु अङ्गन्द्याङ्गरे यदा तदा यन्त्रागारे तदा तिङ्प्रत्ययं साधयितुं प्रत्ययन्दाङ्गारे तदा द्वयं मेलयतु एवं च एकैकस्य लकारस्य कृते स्वयं यन्त्रागारं भवतु यथा लोट् लकारे सर्वेषां द्विसहस्रस्य धातूनाम् अङ्गं क्रमेण लट् लकारे सर्वेषां द्विसहस्रस्य धातूनाम् अङ्गं क्रमेण निर्मातु तदा सिद्धतिङ् प्रत्ययैः सह मेलयतु एवं रीत्या लट् लकारे कस्यचिदपि नैपुण्यं भविष्यति एव यत्र यदा पूर्वम् उक्तं कार्यशैली एतादृशी कार्यशैली वर्णिता इत्युक्ते अदन्त अङ्गानां कार्यशैली एवम् अनदन्त अङ्गानां कार्यशैली इति पृथक् कृत्वा अङ्गं साधयतु प्रथमं तदा तिङ्प्रत्ययं साधयतु तदनन्तरं सिद्धतिङ्प्रत्यय एवम् अङ्गं मेलयतु एवं रीत्या लकारस्य कृते स्वयं यन्त्रागारं भवतु तदा लट् लकारे सर्वेषां द्विसहस्रं धातूनाम् अङ्गं क्रमेण निर्मातु लट् लकारविषये अदन्त अङ्गानां सिद्धतिङ्प्रत्यय योजयित्वा रूपाणि सिद्ध्यन्ति तदेव लट् लकारविषये अनदन्तमङ्गानां तेषां कृते यत् सिद्धतिङ्प्रत्ययः निर्मितम् अस्ति तद् योजयित्वा तेषामपि रूपं निर्मातुं शक्यते एवं रीत्या लट् लकारस्य द्विसहस्रधातूनां रूपं सिद्धं भवति इति उक्तमस्ति अत्र समीचीनम् अवगतं खलु यदस्माभिः चर्चितं किमर्थम् एतादृशी शैली अथवा किमर्थं तत्र त्रीणि सोपानानि सन्ति इति चेत् अत्र अस्माकं सौलभ्यार्थं सिद्धप्रत्ययः तत्र जानीमः अपि च विकरणप्रत्ययमाश्रित्य अङ्गकार्याणि भवन्ति चेत् तत्पश्चात् अङ्गतिङ्प्रत्ययोः मेलनमेव यदि तत्र अङ्गं सिद्धमस्ति सर्वत्र अदन्तम् अङ्गं वा भवतु अनदन्तम् अङ्गं वा भवतु यदा अङ्गं सिद्धमस्ति तदानीं सिद्धप्रत्ययः के अदन्ताङ्गानां सिद्धप्रत्ययः के अनदन्ताङ्गानां सिद्धप्रत्ययः के इति वयं जानीमः चेत् तर्हि अङ्गसिद्धप्रत्ययोः मेलनम् एव कार्यमस्ति तत्र अधिकं कार्यं नास्ति अङ्ग सिद्धप्रत्ययोः मेलने बहुत्र कार्यं नास्ति कुत्रचित् कार्यमस्ति अदन्तम् अङ्गम् अस्ति चेत् प्रायेण तत्र बहुत्र कार्यं नास्ति, कुत्रचित् गुणकार्यं भवितुम् अर्हति. परन्तु अनदन्तम् अङ्गम् अस्ति चेत् तत्रापि कुत्रचित् कार्यं भवितुम् अर्हति तिङ् प्रत्यमाश्रित्य, नो चेत् सर्वत्र केवलं योजनमेव भवति. अतः अङ्गनिर्माणमेव तत्र प्राधान्यम् अस्ति. अस्तु, तर्हि अस्तु, धन्यवादः महोदय. इदानीं लक्ष्मी भगिनी अग्रे. अस्मिन् करपत्रे मूलप्रत्ययेभ्यः कथं नवपरस्मैपदी लट्लकारस्य तदा परस्मैपदी लोट्लकारस्य प्रत्ययाः साध्यन्ते इति द्रक्ष्यामः. अस्य कार्यस्य कृते इत् संज्ञा विज्ञानम् आवश्यकम्. पूर्वमपि अस्माभिः दृष्टं यत् पाणिनिना एकस्मिन् स्थले क्रमेण सर्वाणि इत्संज्ञाविधायकसूत्राणि स्थापितानि इत्संज्ञाप्रकरणे. तानि इत्संज्ञाविधायकसूत्राणि षट् सन्ति. एकेन सूत्रेण इत्संज्ञा निषिध्यते, अन्ते च अपरेण सूत्रेण इत्संज्ञकः अंशः लुप्यते. सम्प्रति येषु षट्सु सूत्रेषु सूत्रत्रयम् अपेक्षते. यदा अस्य कार्यस्य इति चेत् यत्र लट् लोट् लकारस्य सिद्धतिङ् प्रत्ययाः यत्र प्रक्रिया भवति तत्र इत्संज्ञाविधानस्य आवश्यकम् अस्ति. तत् अस्माभिः पठितमेव पूर्वमेव. अत्र षड् विधायकसूत्राणि सन्ति. एकं सूत्रं तु संज्ञा निषिध्यते इत्संज्ञाप्रकरणे भवति एतानि सूत्राणि. एकं तु तस्य लोपः इति एकं सूत्रं, तत् सूत्रं तु इत्संज्ञकस्य लोपः क्रियते. आहत्य अष्टसूत्राणि भवन्ति. अग्रे पठानि वा भगिनि? आम्, किम् अस्ति सूत्रम् इत्संज्ञा निषेधार्थं? न विभक्तौ तु स्माः इति निषेधकसूत्रमस्ति. तत्र इत्संज्ञा निषिध्यते. सत्यम्. अग्रे हलन्त्यम् इति प्रथमं सूत्रम्. उपदेशे अन्त्यं हलित् स्यात्. अनेन यस्य कस्यापि अंशस्य अन्ते हल् वर्णः भवति तस्य हल् वर्णस्य इत्संज्ञा भवति. धातोः अन्ते वा प्रत्ययस्य अन्ते वा द्वयोरपि अन्ते हल् इत्संज्ञा भवति. यथा शप् इत्यस्मिन् पकारः इत्यस्य प् इत्यस्य इत्संज्ञा, णिच् इत्यस्मिन् च, डुक्रिङ् इत्यस्मिन् ञ, शन् इत्यस्मिन् न. हलन्त्यम् इति सूत्रं किं वदति इति चेत् धातुः भवतु, उपदेशावस्थायां धातुः भवतु, प्रत्ययः भवतु, अन्ते हल् वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति इति वदति. उदाहरणार्थं यत्र प्रत्यये शप् इति विकर्णप्रत्यये शप् पकारः हल् वर्णः अस्ति, अन्तिमस्थानमस्ति तस्य, अतः तत्र इत्तस्य पकारस्य इत्संज्ञा भवति. तथा एव णिच् इत्यत्र चकारस्य इत्संज्ञा, डुक्रिङ् इत्यत्र ञकारस्य इत्संज्ञा, शन् इत्यत्र नकारस्य च इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण. समीचीनम्. अग्रे तस्य लोपः. यस्य इत्संज्ञा जाता तस्य लोपः भवति. यथा शप् प्रत्यये पकारस्य इत्संज्ञा लोपः च. यत्र यत्र इत्संज्ञाविधायकसूत्रं भवति तेन इत्संज्ञा भवति, तस्य लोपः भवति तस्य लोपः इति सूत्रेण. यतोहि अत्र शप् इत्यस्मिन् पकारस्य इत्संज्ञा भूयते, अतः तस्य लोपः च भवति तस्य लोपः इति सूत्रेण. अग्रे पठानि वा? न विभक्तौ तु स्माः धातूनां तिङ्प्रत्ययाः सुपन्तानाम् इत्युक्ते नामपदानां सुप्रत्ययाः इति सर्वे विभक्तयः इत्युक्ते इति उच्यन्ते विभक्तिश्च इति सूत्रेण. येषां विभक्तीनाम् अन्ते यदि तवर्गीयाः वर्णाः त, थ, द, ध, न, सकारः अथवा मकारः अस्ति तर्हि इदं सूत्रं हलन्त्यम् इत्यस्य कार्यं बाधते. हलन्त्यम् इत्यनेन यशं वर्णानाम् इत् संज्ञा भवति स्म, किन्तु न विभक्तौ तुस्माः इत्यनेन इत् संज्ञा बाधिता भवति, अनेन इत् संज्ञा न भवति. यथा सुप्रत्ययाः जस् भ्यां भिस् अपि च तिङ्प्रत्ययाः तस् वस् मस्, अत्र भ्याम् इत्यस्य मकारः तस् इत्यस्य सकारः येषां वर्णानाम् इत् संज्ञा भवति स्म किन्तु न भवति. अवधेयं यत् धातुषु अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः धातोः अन्ते एते वर्णाः तवर्गीयवर्णाः सकारः मकारः च भवन्ति चेत् तेषाम् इत् संज्ञा भवति लोपः, तेषाम् इत् संज्ञा भवति लोपः भवति च. भवति इति वा न भवति इति वा भगिनी अत्र अवधेयं यद् धातुषु अस्य सूत्रस्य प्रसक्तिः नास्ति, अतः धातोः अन्ते एते वर्णाः भवन्ति चेत् तेषाम् इत्संज्ञा भवति लोपः च भवति. सत्यं खलु? न विभक्तौ तुस्माः इति सूत्रस्य प्रसक्तिः नास्ति. हा, समीचीनं समीचीनं. केवलं प्रत्ययेषु एव भवति खलु? सत्यं न विभक्तौ तुस्माः इति सूत्रं किं वदति इति चेत्, प्रत्ययानाम् अन्ते तिङ्प्रत्ययः भवतु सुप्रत्ययाः भवन्तु, तत्र तवर्गीयवर्णाः सकारः न चेत् मकारः अस्ति चेत् अन्ते अस्ति चेत् तेषां लोपः न भवति. अत्र प्रत्ययः इत्यस्य तिङ्प्रत्ययः सुप्रत्ययः च ग्रहणं भवति विभक्तिश्च इति सूत्रेण. तेन सूत्रेण सर्वे तिङ्प्रत्ययाः सर्वे एकविंशतिः सुप्रत्ययाः च विभक्तिः भवति, अतः न विभक्तौ तु स्मः इत्यनेन यत्र यत्र तवर्गीयवर्णाः सकारः मकारः च सन्ति तत्र तस्य लोपः हलन्त्यम् इत्यनेन न भवति. किन्तु धातुषु उपदेशावस्थायां तस्य अन्ते तवर्गीयवर्णाः सकारमकारः सन्ति चेत् तत्र इत्संज्ञा भवति तस्य लोपः च भवति इति उक्तम्. इदं सूत्रं कस्य अपवादः? हलन्त्यम् इत्यस्य अपवादः भवति. हलन्त्यम् इत्यस्य निषेधकसूत्रं वस्तुतः अपवादः निषेधकसूत्रं भवति. निषेधकसूत्रमस्ति, समीचीनं. तर्हि इदानीम् अस्माकं मूलप्रत्ययः तिप् तस् जि इत्यत्र एकवारं वदतु, कुत्र कुत्र इत्संज्ञा इति वदतु. केवलं जि इत्यत्र वा भगिनि? तिप् तस् जि सर्वे प्रत्ययः एकवारं वदतु, कुत्र कुत्र केन सूत्रेण इत्संज्ञा. तिप् तस् जि इत्यत्र तिप् इत्यत्र पकारस्य इत् अस्ति हलन्त्यम् इत्यनेन, तस् इत्यत्र सकारः तत्र हलन्त्यम् अस्ति, तथापि न विभक्तौ तुस्मः इत्यनेन सकारस्य इत्संज्ञा न भवति, तथा तत्रैव तिष्ठति. अन्यकार्यं भवति तस्य तुस्मः इति उक्तं खलु सूत्रे, न विभक्तौ तुस्मः सकारः सकारः मकारः, तर्हि सकारः अस्ति अत्र, प्रत्ययः अपि अस्ति, विभक्तिसंज्ञकः अस्ति. सर्वे तिङ्प्रत्ययः सुप्रत्ययः विभक्तिसंज्ञकाः, अतः तस् इत्यत्र सकारः अस्ति, विभक्तिसंज्ञकप्रत्यये सकारः अस्ति चेत् तस्य लोपः न भवति, तस्य इत्संज्ञा न भवति. अग्रे जि इत्यत्र आदेशः भवति अन्यसूत्रेण, झकारः इत्संज्ञा भवति वा नास्ति वा? जि इत्यत्र इत्संज्ञा नास्ति. किमर्थं नास्ति? झकारस्य इत्संज्ञा नास्ति वा? जकारस्य इत्संज्ञा नास्ति. इकारः इकारः एव अन्तिमः अस्ति उपदेशे अजननासिक इत्यनेन. तस्मात् पूर्वं झकारस्य वा हलन्त्यं न भवति खलु? हल् अन्तिमवर्णं न भवति, हलन्त्यं नास्ति, परन्तु अन्यत् सूत्रमस्ति खलु? अन्यत् सूत्रं चुटु न भवति, च तत्तु प्रत्यय एव प्रत्ययः संज्ञा अपि भवति. चकारस्य इत्संज्ञा भवेत् खलु, किन्तु आदौ आदौ एव अस्ति खलु, एव भवति. सत्यं चकारस्य इत्संज्ञा अस्ति वा? चकारस्य इत्संज्ञा नास्ति अत्र. किमर्थम्? झटु धातु झकारस्य तु अन्त इति आदेशः भवति, तत् कारणं वा भगिनि? किं झकारस्य झोन्तः इति अन्त इति भवति, तत् कारणं वा? प्रसक्तिः अस्ति किल, झटु इति प्रसक्तिः अस्ति, परन्तु झोन्तः इति अपवादसूत्रं भवति किल. चुटु इत्यस्य प्रसक्तिः अस्ति, तथापि तत्र जकारस्य इत्संज्ञा न भवति. किमर्थं न भवति इति चेत्, यदि जकारस्य इत्संज्ञा भवति तर्हि चुटु तत्र झोन्तः इति सूत्रं व्यर्थं भवति. झोन्तः इति सूत्रं व्यर्थं भविष्यति, यतोहि झोन्तः इति सूत्रं किं वदति? ज इत्यस्य स्थाने अन्त् इति आदेशः इति वदति. तर्हि ज इति एव नास्ति चेत् कथम् अन्त् आदेशः भवितुमर्हति इति कृत्वा तत्र जकारस्य इत्संज्ञा नास्ति. यद्यपि चुटु इत्यस्य प्रसक्तिः अस्ति. अस्तु, अग्रे सिप् अस्ति. सिप् इत्यत्र पकारस्य इत्संज्ञा हलन्त्यम् इत्यनेन भवति. थस् इत्यत्र सकारस्य लोपः न भव इत्संज्ञा न भवति, तत्र अन्य कार्याणि भवन्ति, विसर्गादेशः भवति. था इत्यत्र लोपः नास्ति, न विभक्तौ तु स्मः इत्यनेन तत्र थस् इति विभक्तिः अस्ति. तदर्थं सकारस्य इत्संज्ञा न भवति इति निषेधसूत्रम् अस्ति, न विभक्तौ स्मः इत्यनेन. अनन्तरं था इत्यत्र किमपि इत्संज्ञकः नास्ति, सः किमपि अन्यकार्यं न भवति. मित् इत्यत्र पकारस्य इत्संज्ञा हलन्त्यम् इत्यनेन. पुनः वस् मस् इत्यत्रापि सकारस्य इत्संज्ञा न भवति, न विभक्तौ तु स्मः इत्यनेन तत्र सकारस्य विसर्गादेशः भवति. आत्मनेपदप्रत्ययः ता आथां च था साथां ध्वं विद्वहिमहिम् इति सन्ति. अत्र ता इत्यत्र किमपि इत्संज्ञकाः नास्ति, किन्तु तत्र आत्मनेपदीरूपम् एकारः श्रूयते, अन्य किमपि कार्यं मास्तु. इदानीं तद् मास्तु, इदानीं केवलम् इत्संज्ञकवर्णशेषे वदतु. इत्संज्ञकवर्णः न ता इत्यत्र नास्ति. आताम् इत्यत्र मकारः अस्ति, मकारस्य अपि न विभक्तौ तु स्मः इत्यनेन लोपः न भवति, अन्यकार्याणि भवन्ति खलु. सत्यं. झा इत्यत्र झोन्तः इति भवति, तत्र इत्संज्ञकः नास्ति. थास् इत्यत्र सकारः न लुप्यते. झा इत्यत्र इत्संज्ञकः नास्ति वा? झा इत्यत्र नास्ति. केन सूत्रेण भवितुमर्हति? अकारः अकारस्य लोपः भवेत्, किन्तु अत्र न भवति. झोन्तः इति भवति खलु, तथा आदेशः झोन्तः भवति, अतः झोन्तः न भवति. सत्यं सत्यम्. इत्संज्ञकः नास्ति, किन्तु अन्यकार्याणि झोन्तः इत्यनेन आदेशः न, परन्तु जकारस्य इत्संज्ञा स्यात्, परन्तु नास्ति यतोहि झोन्तः इत्यनेन अन्तादेशः भवति तत्रापि. अस्तु अस्तु भगिनि. थास् इत्यत्र सकारः न इत्संज्ञा न भवति. आथाम् इत्यत्रापि मकारस्य इत्संज्ञा न भवति. ध्वम् इत्यत्र मकारस्य इत्संज्ञा न भवति, तत्र इत्संज्ञा अपि न भवति. मकारयोः इत्संज्ञा नास्ति, न विभक्ति. त्रयेषु प्रत्ययेषु अपि न विभक्तौ तु स्मः इत्यनेन सकारमकारयोः त्रयेषु प्रत्ययेषु इति उक्तवती वा? क्षम्यता, त्रिषु प्रत्ययेषु अपि क्षम्यता. इदानीम् इड् इड् इत्यत्र किं भवति? वन्दते, वन्देते, वन्दन्ते, वन्दस्ये, वन्देथे, वन्दध्वे, वन्दे इति भवति. तत्रापि डकारस्य इत्संज्ञा भवति हलन्त्यम् इत्यनेन. किमर्थं रूपं क्षम्यता, हल् वर्णः अस्ति खलु, हा हल् वर्णः अस्ति. तत्र तत्र ईकारः तिष्ठति वा? तिष्ठति एव. ईकारः तत्र इद् इत्यत्र डकारस्य इत्संज्ञा. हा बहि महि बहि इत्यत्रापि हकारस्य इत्संज्ञा न भवति न भवति तत्र. तते तत्रैव तिष्ठति बहि इत्यत्र इकारस्य प्रायः न इकारस्य नास्ति. हा महिन् इत्यत्र पुनः अङ्गकारस्य इच्छा भवति हलन्त्यम् इत्यनेन. तावत् समीचीनं समीचीनम्. इदानीम् अवगतं खलु कुत्र कुत्र इच्छा भवति, कुत्र इच्छा न भवति इति अवगतं खलु? कोऽपि प्रश्नः अस्ति वा? नास्ति. अस्तु समीचीनं. तर्हि इदानीम् अग्रे गच्छेम. शर्मिला भगिनी अग्रे पठति वा? अस्तु भगिनि. एषां नाम तिं, यतोहि तिप् इत्यस्य तीतः आत्मनेपदि धातूनां कृते. श्रूयते इत्यस्य इदानीं श्रूयते वा? एषां नाम तिं, यतोहि तिप् प्रत्ययस्य तीतः आत्मनेपदि धातूनां कृते महीम् इत्यस्य पठति भवति. इदानीं परस्मैपदे लट् लकारस्य तिङ् प्रत्ययसिद्धिः इति ततः. परस्मैपदे लट्लकारस्य तिङ् प्रत्ययसिद्धिः. मूलं तिप् तस्हि सिप्थस्थ मिप् वस्मस् तिप् हलन्त्यं तस्य लोपः इत्याभ्यां सूत्राभ्यां पकारस्य लोपः ति इति लट् प्रत्ययः निष्पन्नः. तिप् अत्र तु अस्माभिः पूर्वमेव दृष्टं, पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा भवति, तस्य लोपः इत्यनेन लोपः भूत्वा ति इति सिद्धप्रत्ययः भवति. तस् न विभक्तौ तुस्मः इत्यनेन सकारलोपः निषिध्यते. ससजुषोरुः इत्यनेन सस्थाने रु. खरवसाने खरवसानयोर्विसर्जनीयः इत्यनेन रुस्थाने विसर्गः. तस् तत्र सलोपः निषिध्यते. सस्थाने रु, तरु, रुस्थाने विसर्गः. तः इति लट् प्रत्ययः निष्पन्नः. झी झी अत्र झकारयोगः इ, झो अन्तः, झ स्थाने अन्त आदेशः, अन्तयोगः इ अन्ति इति लट् प्रत्ययः निष्पन्नः. सिप् अत्र पुनः पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, तस्य लोपः इत्यनेन लोपः, इत्याभ्यां सूत्राभ्यां पकारस्य लोपः, सि इति लट् प्रत्ययः निष्पन्नः. थस् न विभक्तौ तुस्माः इत्यनेन सकारलोपनिषेधः. सस्थाने रु आदेशः, रुस्थाने विसर्गः. थस् सलोपः निषिध्यते. न विभक्तौ तुस्माः इत्यनेन सस्थाने रु, ससजुषोरुः इत्यनेन थरु, रुस्थाने विसर्गः, खरवसानयोर्विसर्जनीयः इत्यनेन थः इति लट् प्रत्ययः निष्पन्नः. थ अत्र किमपि कार्यं नास्ति, थ इत्येव लट् प्रत्ययः निष्पन्नः. मिप् पुनः पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा, तस्य लोपः इत्यनेन लोपः, मि इति लट् प्रत्ययः निष्पन्नः. वस्मस् अत्र पुनः सकारस्य लोपः निषिध्यते. न विभक्तौ तुस्माः इत्यनेन सकारस्थाने रुस्थाने विसर्गः. वस् सलोपः निषिध्य, सस्थाने रु, वरु, रुस्थाने विसर्गः, वः इति लिट् प्रत्ययः निष्पन्नः. तथैव मस् इत्यत्र मह इति भवति. पुनः एकवारं वदनीयं वा? अत्र स्पष्टम् अस्ति इति मन्ये. हा स्पष्टमस्ति इति मन्ये. अत्र एकमेव वदतु, अत्र इदानीं लट् लकारस्य सिद्धप्रत्ययः के इति विषयः अस्ति खलु इदानीं. तर्हि मूलप्रत्ययः तत्र तिप्तजि इत्यत्र पश्यामः चेत् कुत्र कुत्र कार्यं भवति इति अस्माभिः चर्चितं. तत्र एकमेव सूत्रम् आवश्यकं सिद्धप्रत्ययस्य प्राप्त्यर्थम्. एकमेव सूत्रम् आवश्यकं झि इत्यत्र झोन्तः एकं सूत्रमस्ति, तस्य विषये अग्रे पठामः. झोन्तः इति सूत्रेण जकारस्य स्थाने अन्त् इति आदेशः भवति. जकारस्य अन्त् इति आदेशः यदा भवति अन्त् योगः इ अन्ति इति सिद्धप्रत्ययः. अपि च यत्र तस् थस् वस् मस् सर्वत्र सकारः अस्ति तत्र सकारस्य रु इति आदेशः भवति तदनन्तरं रु इत्यस्य स्थाने विसर्गादेशः खलु. तर्हि तत्र सूत्रं पठति वा ससजुषोरुः इति सूत्रं पठतु. आं भगिनि, ससजुषोरुः पदान्ते सकारस्य च सजुष् शब्दस्य षकारस्य च स्थाने रु आदेशो भवति. येन विधिस्तदन्तस्य इत्यनेन न केवलं यत् पदं सकारः अस्ति अपि तु यस्य पदस्य अन्ते सकारः अस्ति अलोन्तस्य इत्यनेन पदान्तस्य वर्णस्य स्थाने रु आदेशः न तु पूर्णपदस्य. सश्च सजुश्च सजुषौ इतरेतरद्वन्द्वः तयोः ससजुषोः ससजुषोः षष्ठ्यन्तं रु प्रथमान्तं द्विपदमिदं सूत्रं पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ससजुषोः पदस्य रुः. एतत् सूत्रमपि अस्माकं परिचितं सूत्रमेव अस्ति. पदान्ते यदा सकारः अस्ति अथवा सजुशब्दः अस्ति तस्य षकारः तत्र रु आदेशः भवति. रु आदेशः कुत्र भवति इति चिन्तयामश्चेत् येन विधिस्तदन्तस्य इत्यनेन पदान्त इत्युक्ते पदं सकार अस्ति अथवा केवलं सकार इति पदं न पदस्य अन्ते सकारः अस्ति तत्रापि आदेशः भवति अलोन्त्यस्य इति सूत्रेण. अलोन्त्यस्य इति सूत्रेण पदस्य अन्तिमवर्णस्य आदेशः भवति न तु पूर्णपदस्य. इदानीं वस् मस् इत्यादयस्थले सकारस्य रु अभवत्. समीचीनम्. इदानीं पट् इति धातुतः पट इति अङ्गमस्ति. पट् धातुतः शप्रत्ययं योजयामः चेत् पट इति अङ्गमस्ति. पटयोगः वस् इति अस्ति चेत् किं भवति तत्र? पठयोगः वस् तत्र सकारस्य रु भवति यतोहि पठयोगः वस् इति पदमस्ति. सकारस्य रु भवति ससजुषोरुः इति सूत्रेण. सकारस्य रु भवति समीचीनं, परन्तु तत्र व्याख्याने किम् उक्तमस्ति? पदान्ते सकारस्य इति उक्तम्. अत्र पदान्ते अस्ति वा? पठयोगः वस् यदा भवति तत्र वस् तुतिङ् प्रत्ययः अस्ति अतः पठयोगः वस् इति पूर्णसमुदायस्य पदमिति संज्ञा अस्ति. हा, केन सूत्रेण? सुप्तिङन्तं पदम्. हा, समीचीनं. तर्हि ससजुषोरुः इति सूत्रस्य कार्यं किमर्थं तत्र पठयोगः वस् अथवा पठयोगः मस् अथवा पठयोगः तस् इत्यत्र अथवा पठयोगः तस् इत्यत्र इति चेत् यदा प्रत्ययस्य योजनं भवति तदानीं सम्पूर्णस्य पदसंज्ञा भवति. सुप्तिङन्तं पदं यस्य अन्ते तिङ् प्रत्ययः अस्ति तस्य पदसंज्ञा अस्ति. यदा प्रत्ययस्य विधानं भवति तदानीमेव तस्य पदसंज्ञा अपि भवति. अतः पट् योगः तस् अथवा वस् अथवा मस् सर्वत्र पदसंज्ञा अस्ति इति कृत्वा पदान्ते सकारस्य रु इति आदेशः भवति. अतः पटतरु इति भवति. तरु इत्यत्र रु इत्यत्र उकारस्य इत्संज्ञा खलु. रु इत्यत्र उकारः अनुनासिकः अतः तस्य इत्संज्ञा अतः रेपः एव अवशिष्यते. अस्तु, समीचीनम्. इदानीं एक प्रश्न अस्ति. मिप् वस् वस् सम्बन्धे पठामि पठावः पठामः भवति अतः परिवर्तनं भवति. एक अन्य सूत्र सत्यं तत्र परिवर्तनं भवति. पश्यामः तत्र परिवर्तनं. समीचीनं. पठामि पठावः पठामः इत्यत्र परिवर्तनमस्ति परन्तु प्रत्ययादेशः नास्ति. तत्तु अङ्गकार्यम् अस्ति. अङ्गकार्यं भवति. अङ्गकार्यमस्ति. पट्योगः मि इत्यत्र पठामि इति कथं भवति इति अग्रे पश्यामः. तत्तु सिद्धप्रत्ययस्य विषयः नास्ति इति कृत्वा अत्र न उक्तम्. सिद्धप्रत्ययस्य परिवर्तनं भव तत्र मूलप्रत्ययस्य परिवर्तनं भवति वा न वा इति एव विषयः खलु अत्र. अतः पठामि पठावः पठामः इति अङ्गकार्याणि सन्ति, तत् कथं भवति इति अग्रे पश्यामः. परन्तु अत्र सिद्धप्रत्ययस्य विषयः नास्ति तत् खलु. धन्यवादः. विजयलक्ष्मी भगिनी किं तावदेव पृष्टवती भगिनि, आकारस्य आकारः भवति इति. अकारस्य अकारः तत्तु अङ्गकार्यमस्ति, अग्रे अग्रे आयास्यति. भगिनी अन्येकम् अत्र संशयः, उपरि परस्मैपदे इति दोषाय खलु, परस्मैपदं परस्मैपदलट्लकारः परस्मै पदिन् इति वा नकार अत्र प्रत्ययस्य विषयः अस्ति खलु, अतः परस्मैपदप्रत्ययः परस्मैपदसंज्ञकः प्रत्ययः अथवा परस्मैपदम् अस्तु. परस्मैपदम् इति भवति धातोः, यदा धातोः विषये वदामः तदानीं परस्मैपदी तदानीं परस्मैपदिन् परस्मैपदी धातुः परस्मैपदसंज्ञकः प्रत्ययः अथवा परस्मैपदतिङ्प्रत्ययः. अत्र प्रायः सप्तमी विभक्ति इति मम भासते, परन्तु दोषाय अस्ति. परस्मैपदे इति न स्यात्, परस्मैपद हैफन् लट्लकारस्य परस्मैपदसंज्ञकः लट्लकारस्य अथवा परस्मैपदसंज्ञकः तिङ् प्रत्ययः इति वक्तव्यम्. लट्लकारे लट्लकारस्य विवक्षायां परस्मैपद तिङ् प्रत्ययः सिद्धिः. तस्मात् परस्मैपदे इति दोषः अस्ति वा? परस्मैपदी पदे इति पदिनी इति भवति वा भगिनि? किं पदिनी इति नास्ति, धातोः विशेषणमस्ति चेत् पदिनी इति भवति. अथवा अत्र परस्मैपदी धातुः इति अत्र धातोः विषयः नास्ति खलु, अत्र प्रत्ययस्य विषयः. परस्मैपदी सप्तमी इति तस्य रूपम् अत्र सप्तमी विभक्तिरूपम् अत्र प्रायः सः इष्टवान् अस्ति, परन्तु पदे इति लिखितवान् इति मम पदे इति रूपं समीचीनं. सप्तमे विभक्त्वा परस्मैपदे इति समीचीनं, यतोहि परस्मैपदे इति परस्मैपदे तिङ् प्रत्यये समस्तपदनपुंसकलिङ्गं परस्मैपदे तिङ् प्रत्यये इति भवेत्. परस्मैपदिनी इति तत्र विशेषणं न भवितुमर्हति तिङ् प्रत्ययस्य. अस्तु अस्तु अस्तु हा अस्तु. इदानीं तत्र विरामो अवसानम् इति एकं सूत्रमस्ति, तत् पठित्वा समापयामः. तत्र कः पठति? अत्र विनयकुमार् महोदय पठति वा? भगिनि ओके विराम हा विरामो अवसानं वर्णानाम् अभावः अवसानसंज्ञकः, विरामः प्रथमान्तम् अवसानं प्रथमान्तं द्विपदम् इदं सूत्रम्. सूत्रस्वयं सम्पूर्णः विरामः अवसानम्, अतः शब्दस्य अन्तः यदि कोऽपि पदं नास्ति पदान्त नास्ति तर्हि अवसानं भवति, विराम भवति. अतः कीदृशसूत्रम् सूत्रस्य विराम अवसानं वा अन्यसूत्र भवति? विराम अवसानम् इति कीदृशसूत्रमस्ति? ओ कीदृशसूत्रं संज्ञकः तस्य अवसानसंज्ञा भवति अत्र अवसानसंज्ञा विरामस्य अवसानसंज्ञा भवति. तस्य आवश्यकता कुत्र इति अग्रिमसूत्रे अस्ति, करवसानयोर्विसर्जनीयः इत्यत्र अवसानम् इत्युक्तं तस्य विवरणम् अत्र दत्तमस्ति. अवसानम् इति सूत्रे उक्तं, तस्य कः अर्थः इति चेत् अवसानसंज्ञा, यत्र अवसानसंज्ञा इति. अग्रिमसूत्रम् अग्रिमसप्ताहे पठिष्यामः. अत्र एकवारं सर्वे गृहपाठरूपेण मूलप्रत्ययान् स्वीकृत्य कुत्र कुत्र परिवर्तनं भवति इति स्वयमेव चिन्तयन्तु एकवारम्. अत्र किमपि नास्ति, बहु सरलमस्ति, किमपि नास्ति. एकवारं मूलप्रत्ययान् स्वीकृत्य चिन्तनं कुर्वन्तु. अत्र इत्संज्ञकवर्णस्य लोपः कुत्र भवति, कुत्र न भवति, कुत्र परिवर्तनम् आवश्यकम् अस्ति, यतोहि सिद्धप्रत्ययः के इति वयं जानीमः, यतोहि रूपाणि जानीमः. पठति अथवा भवति अथवा यत्किमपि क्रियापदं स्वीकृत्य रूप सिद्धप्रत्ययः के इति वयं ज्ञातुं शक्नुमः. तान् प्रत्ययान् स्वीकृत्य पश्यन्तु कुत्र कुत्र भेदः अस्ति, कुत्र परिवर्तनं भवति इति स्वयमेव चिन्तयन्तु. तत्र वयं पुनःस्मरणं भवति. अस्तु, कोऽपि प्रश्नः वा, अवगमनमस्ति वा नास्ति वा? अस्ति अस्तु, समीचीनम्. अस्तु, तर्हि अत्र विरमामः. धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः भगिनी, नमस्कारः.